आम् अधुना श्रीगुरुभ्यो नमः। गुरुब्रह्मा गुरुविष्णु गुरुदेवो महेश्वरः गुरुसाक्षात् परब्रह्म तस्मै श्रीगुरवे नमः। ॐ वार्ताय प्रतिबोधितां भगवता नारायणेन स्वयम्। ॐ वार्ताय प्रतिबोधितां भगवता नारायणेन स्वयं व्यासेन कृते ॐ पार्थाय प्रतिबोधितां भगवता नारायणेन स्वयं व्यासेन ग्रथितां पुराणमुनिना मध्ये महाभारतम्। व्यासेन ग्रथितां पुराणमुनिना मध्ये महाभारतम्। अद्वैतामृतवर्षिणीं भगवतीं अष्टादशाध्यायिनी अद्वैतामृतवर्षिणीं भगवतीं अष्टादशाध्यायिनी अम्ब त्वाम् अनुसन्ददामि भगवद्गीते भवद्वेषिणी अम्ब त्वामनुसन्दधामि भगवद्गीते भवद्वेषिणी। नमोऽस्तु ते व्यासविशालबुद्धे नमोऽस्तु ते व्यासविशालबुद्धे उल्लारविन्दारयपत्रनेत्र उल्लारविन्दायतपत्रनेत्र येन त्वया भारततैलपूर्णः येन त्वया भारततैलपूर्णः प्रज्वालितो ज्ञानमयप्रदीपः प्रज्वालितो ज्ञानमयप्रदीपः प्रपन्नपारिजाताय प्रपन्नपारिजाताय स्तोत्रवेत्रैकपाणये ज्ञानमुद्राय कृष्णाय ज्ञानमुद्राय कृष्णाय गीतामृतदुहे नमः गीतामृतदुहे नमः। भीष्मो द्रोणतडा जयत्रतलजला गान्तारनीलोत्पला भीष्मद्रोणतडा जयद्रजतजला गान्धारनीलोत्पला शल्यग्राहवहि कृपेन वहि कर्णेन वेलाकुला शल्यग्राहवती कृपेण वहनी कर्णेन वेलाकुला अश्वत्थामविकर्णदोरमकरा दुर्योधनावर्धिनी अश्वत्थामविकर्णघोरमकरा दुर्योधनावर्तिनी सोत्तीर्ण खलु पाण्डवे रणवदी कैवत् केशवः सोत्तीर्णा खलु पाण्डवैरणनदी कैवर्तकः केशवः पाराशर्यवच सरोजममलं गीतार्थगन्धोत्कटम् पाराशर्यवच सरोजममलं गीतार्थगन्धोत्कटम् नानाख्यानकेशरं हरिकथा सम्बोधनाबोधितम् नानाख्यानकेशरं हरिकथा सम्बोधनाबोधितम् लोके सज्जन षड्पदैरह रहः पेपीयमानं मुदा लोके सज्जन षड्पदैरह रहः पेपीयमानं मुदा भूयात् भारत पंकजं कलिलमलं प्रद्वंशिन श्रेयसे भूयात् भारत पंकजं कलिमल प्रद्वंसिन श्रेयसे मूकं करोति वाचालं मूकं करोति वाचालं पंगुं लंघयते गिरिं पंगुं लंघयते गिरिं यत्कृपातमहं वन्दे यत्कृपातमहं वन्दे परमानन्दमाधवम् परमानन्दमाधवम् अथ गीतामाहात्म्यम् अथ गीतामाहात्म्यम् गीताशास्त्रमिदं पुण्यं यत्पठेत् यतः पुंसुमान् गीताशास्त्रमिदं पुण्यं यः पठेत् प्रयतः पुमान् विष्णोर्पदमवाप्नोति भयशोकं विवर्जितः विष्णोः परमवाप्नोति भयशोकादिवर्जितः गीताध्ययशीलस्य प्राणायामस्मरणपरश्च च गीताध्ययनशीलस्य प्राणायामपरस्य च नैव सन्ति हि पापानि पूर्वजन्मकृपा कृतानि च नैव सन्ति हि पापानि पूर्वजन्मकृतानि च मलनिर्मोचनं पुंसां जलस्नानं दिने दिने मलनिर्मोचनं पुंसां जलस्नानं दिने दिने सकृद्गीतां बसि स्नानं संसारमलनाशनम् सकृद्गीताम्भसि स्नानं संसारमलनाशनम् गीता सुगीता कर्तव्या किमन्ये शास्त्रविस्तरैः गीता सुगीता कर्तव्या किमन्यैः शास्त्रविस्तरैः या स्वयं पद्मनाभस्य मुखपद्मादिनि सुता या स्वयं पद्मनाभस्य मुखपद्माद्विनिःसृता सुता भारदामृतसर्वस्वं विष्णोर्वक्त्रोदिनि सुतम् भारदामृतसर्वस्वं विष्णोर्वक्त्राद्विनिःसृतम् गीता गङ्गोतकं पीत्वा पुनर्जन्म न विद्यते गीता गङ्गोदकं पीत्वा पुनर्जन्म न विद्यते सर्वोपनिषदो गावः सर्वोपनिषदो गावः दोक्ता गोपालनन्दनः दोग्धा गोपालनन्दनः पार्थो वत्स सुधीर्भोक्त्वा पार्थो वत्स सुधीर्भोक्ता दुग्धं गीतामृतं महत् दुग्धं गीतामृतं महत् एकं शास्त्रं देवकी पुत्रकी पुत्रगीतम् एकं शास्त्रं देवकी पुत्रगीतम् एको देवो देवकी पुत्र एव एको देवो देवकी पुत्र एव एको मन्त्रस्तस्य नामानि यानि एको मन्त्रस्तस्य नामानि यानि कर्मात्येकं तस्य देवस्य सेवा कर्मापेकं तस्य देवस्य सेवा शान्ताकारं भुजगशयनं पद्मनाभं सुरेशम् शान्ताकारं भुजगशयनं पद्मनाभं सुरेशम् विश्वाधारं गगनसदृशं मेघवर्णं शुभांगम् विश्वाधारं गगनसदृशं मेघवर्णं शुभांगम् लक्ष्मीकांतं कमलनयनं योगिविद्यानगम्यम् लक्ष्मीकांतं कमलनयनं योगिहृद्यानगम्यम् वन्दे विष्णुं भवभयहरं सर्वलोकैकनाथम् वन्दे विष्णुं भवभयहरं सर्वलोकैकनाथम् यं ब्रह्मा वरुणेन्द्र रुद्र मरुतः स्तुन्वन्ति दिव्यैः स्तवैः यं ब्रह्मा वरुणेन्द्र रुद्र मरुतः स्तुन्वन्ति दिव्यैः स्तवैः वेदैः साङ्ग पदक्रमोपनिषदै गायन्ति यं सामगाः वेदैः साङ्गपदक्रमोपनिषदैः गायन्ति यं सामगाः ज्ञानास्तिगतेन मनसा पश्यन्ति यं योगिनः ज्ञानावस्थिततद्गतेन मनसा पश्यन्ति यं योगिनः यस्यान्तं न विदुःसुरागणा देवाय तस्मै नमः यस्यान्तं न विदुःसुरासुरगणा देवाय तस्मै नमः श्रीपरमात्मने नमः अथ षष्ठोऽध्यायः आत्मसंयमयोगः श्रीभगवानुवाच अनाश्रितः कर्मफलं कार्यं कर्म करोति यः अनाश्रितः कर्मफलं कार्यं कर्म करोति यः स संन्यासी च योगी च न निरग्निर्न चाक्रियः स संन्यासी च योगी च न निरग्निर्न चाक्रियः यं संन्यासमिति प्राहुः योगं तं विद्धि पाण्डव यं संन्यासमिति प्राहुः योगं तं विद्धि पाण्डव न ह्यसंन्यास्तसङ्कल्पः योगी भवति कश्चन न ह्यसंन्यस्तसङ्कल्पः योगी भवति कश्चन आरुरुक्षोर्मुनेर्योगं कर्मकारणमुच्यते आरुरुक्षोर्मुनेर्योगं कर्मकारणमुच्यते योगारूढस्य तस्यैव शमकारणमुच्यते योगारूढस्य तस्यैव शमः कारणमुच्यते यदा हिनेन्द्रियार्थेषु न कर्म स्वनुषज्जते यदा हिनेन्द्रियार्थेषु न कर्म स्वनुषज्जते सर्वसङ्कल्पसन्न्यासी योगारूढस्तदोच्यते सर्वसङ्कल्पसन्न्यासी योगारूढस्तदोच्यते उद्धरेदात्मनात्मानं नात्मानमवसाधयेत् उद्धरेदात्मनात्मानं नात्मानमवसाधयेत् आत्मैव ह्यात्मनो बन्धुः आत्मैव रिपुरात्मनः आत्मैव ह्यात्मनो बन्धुः ఆత్మైవరిపురాత్మనః బంధురాత్మాత్మనస్తస్య ఏనాత్మైవాత్మనాజితః బంధురాత్మాత్మనస్తస్య ఏనాత్మైవాత్మనాజితః అనాత్మనస్తు శత్రుత్వే వర్తేతాత్మైవ శత్రువత్ అనాత్మమనస్తు శత్రుత్వే వర్తేతాత్మైవ శత్రువత్ జితాత్మనః ప్రశాంతస్య పరమాత్మా సమాహితః జితాత్మనః ప్రశాంతస్య పరమాత్మా సమాహితః శీతోష్ణ సుఖ దుఃఖేషు తథామానాపమానయోః శీతోష్ణ సుఖ దుఃఖేషు తథామానాపమానయోః జ్ఞాన విజ్ఞాన తృప్తాత్మా కూటస్థో విజితేంద్రియః జ్ఞాన విజ్ఞాన తృప్తాత్మా కూటస్థో విజితేంద్రియః యుక్త ఇత్యుచ్యతే యోగీ సమలోష్టాష్మకాంచనః యుక్త ఇత్యుచ్యతే యోగీ సమలోష్టాష్మకాంచనః సుహృన్మిత్రార్యుదాసీన మధ్యస్తద్వేష్య బంధుషు సుహృన్మిత్రార్యుదాసీనం అధ్యస్థద్వేష్య బంధుషు సాధుష్వపి చ పాపేషు సమబుద్ధిర్విశిష్యతే సాధుష్వపి చ పాపేషు సమబుద్ధిర్విశిష్యతే యోగీ యుంజీత సతతం ఆత్మానం రహసి స్థితః యోగీ యుంజీత సతతం ఆత్మానం రహసి స్థితః ఏకాకీయత చిత్తాత్మా నిరాశీర పరిగ్రహః ఏకాకీయత చిత్తాత్మా నిరాశీర పరిగ్రహః శుచౌ దేశే ప్రతిష్ఠాప్య స్థిరమాసనమాత్మనః శుచౌ దేశే ప్రతిష్ఠాప్య స్థిరమాసనమాత్మనః నాత్యుచ్ఛ్రితం నాతినీచం శైలాజినకుశోత్తరం నాత్యుచ్ఛ్రితం నాతి నీచం శైలాజినకుశోత్తరం తత్రైకాగ్రం మనః కృత్వా యత చిత్రేంద్రియక్రియః తత్రైకాగ్రం మనః కృత్వా యత చిత్తేంద్రియక్రమః క్రియః ఉపవిశ్యాసనె యుజ్యాత్ యోగమాత్మవిశుద్ధయే ఉపవిశ్యాసనె యుంజ్యాత్ యోగమాత్మవిశుద్ధయే సమం కాయ శిరో గ్రీవం ధారయన్నచలం స్థిరః సమం కాయ శిరో గ్రీవం ధారయన్నచలం స్థిరం స్థిరః సంప్రేక్ష్య నాసిగాగ్రం స్వం దిశశ్చానవలోకయన్ సంప్రేక్ష్య నాసికాగ్రం స్వం దిశశ్చానవలోకయన్ ప్రశాంతాత్మా విగతభీః బ్రహ్మచారీ వ్రతే స్థితః ప్రశాంతాత్మా విగతభీః బ్రహ్మచారి వ్రతే స్థితః మనస్సంయమ్యమచ్చిత్తః యుక్త ఆసీత మత్పరః మనస్సంయమ్యమచ్చిత్తః యుక్త त आसीत मत्परः युञ्जन्नेवं सदात्मानं योगी नियतमानसः युञ्जन्नेवं सदात्मानं योगी नियतमानसः शान्तिं निर्वाणपरमां मत्संस्थामधिगच्छति शान्तिं निर्वाणपरमां मत्संस्थामधिगच्छति नात्यनष्टो योगोऽस्ति न चैकान्तमनश्नतः नात्यश्नतस्तु योगी नात्यश्नतस्तु योगोऽस्ति न चैकान्तमनश्नतः नात्यश्नतस्तु योगोऽस्ति न चैकान्तमनश्नतः न जाति स्वप्नशीलस्य जाग्रतो नैव चार्जुन न चाति स्वप्नशीलस्य जाग्रतो नैव चार्जुन युक्ताहारविहारस्य युक्तचेष्टस्य कर्मसु युक्ताहारविहारस्य युक्तचेष्टस्य कर्मसु युक्तस्वप्नावबोधस्य योगो भवति दुःखः युक्तस्वप्नावबोधस्य योगो भवति दुःखः यदा विनियतं चित्तम् आत्मन्येवावतिष्ठते यदा विनियतं चित्तम् आत्मन्येवावतिष्ठते निःस्पृहः सर्वकामेभ्यः युक्त इत्युच्यते तदा निःस्पृहः सर्वकामेभ्यः युक्त इत्युच्यते तदा यथा दीपो निवातस्थः नेङ्गते सोपमा स्मृता यथा दीपो निवातस्थः नेङ्गते सोपमा स्मृता योगिनो यतचित्तस्य युञ्जतो योगमात्मनः योगिनो यतचित्तस्य युञ्जतो योगमात्मनः यत्रोपरमते चित्तं निरुद्धं योगसेवया यत्रोपरमते चित्तं निरुद्धं योगसेवया यत्र चैवात्मनात्मानं पश्यन्नात्मनि तुष्यति यत्र चैवात्मनात्मानं पश्यन्नात्मनि तुष्यति सुखमात्यन्तिकं यत्तत् बुद्धिग्राह्यमतीन्द्रियम् सुखमात्यन्तिकं यत्तद् बुद्धिग्राह्यमतीन्द्रियम् वेत्ति यत्र न चैवायं स्थितश्चलति तत्त्वतः वेत्ति यत्र न चैवायं स्थितश्चलति तत्त्वतः यं लब्ध्वा चापरं लाभं मन्यते नाधिकं ततः यं लब्ध्वा चापरं लाभं मन्यते नाधिकं ततः यस्मिन् स्थितो न दुःखेन गुरुणापि विचाल्यते यस्मिन् स्थितो न दुःखेन गुरुणापि विचाल्यते तं विद्या दुःखसंयोग वियोगं योगसंहितम् तं विद्या दुःखसंयोग वियोगं योगसंज्ञितम् सनिश्चयेन योक्तव्यः योगो निर्विन्नचेतसा स निश्चयेन योक्तव्यः योगो निर्विण्णचेतसा सङ्कल्पप्रभवान् कामान् त्यक्त्वा सर्वानशेषतः सङ्कल्पप्रभवान् कामान् त्यक्त्वा सर्वानशेषतः मनसैवेन्द्रियग्रामम् विनियम्य समन्ततः मनसैवेन्द्रियग्रामम् विनियम्य समन्ततः शनैशनैरुपरमेत् बुद्ध्या धृतिगृहीतया शनैशनैरुपरमेत् बुद्ध्या धृतिगृहीतया आत्मसंस्थं मनः कृत्वा न किञ्चिदपि चिन्तयेत् आत्मसंस्थं मनः कृत्वा न किञ्चिदपि चिन्तयेत् यतो यतो निश्चरति मनश्चञ्चलमस्थिरम् यतो यतो निश्चलति मनश्चञ्चलं स्थिरम् ततस्ततो नियम्यैतत् आत्मन्येव वशन्नयेत् ततस्ततो नियमैतत् ता आत्मनेव वशं नयेत् प्रशान्तमनसं हेनं योगिनं सुखमुत्तमम् प्रशान्तमनसं हेनं योगिनं सुखमुत्तमम् उपैति शान्तरजसं ब्रह्मभूतमकल्मषम् उपैति शान्तरजसं ब्रह्मभूतम् अकल्मषम् युञ्जन्नेवं सदात्मानं योगी विगतकल्मषः युञ्जन् एवं सदा आत्मानं योगी विगतकल्मषः सुखेन ब्रह्म संस्पर्शम् अत्यन्तं सुखमश्नुते सुखेन ब्रह्म संस्पर्शम् अत्यन्तं सुखम् अश्नुते सर्वभूतस्तमात्मानं सर्वभूतानि चात्मने सर्वभूतस्तमात्मानं सर्वभूतानि चात्मानि ईक्षते योगयुक्तात्मा सर्वत्र समदर्शनः ईक्षते योगयुक्तात्मा सर्वत्र समदर्शनः यो मां पश्यति सर्वत्र सर्वं च मयि पश्यति यो मां पश्यति सर्वत्र सर्वं च मयि पश्यति तस्याहं न प्रणश्यामि स च मे न प्रणश्यति तस्याहं न प्रणश्यामि स च मे न प्रणश्यति सर्वभूतस्थितं यो मां भजत्येकत्वमास्थितः सर्वभूतस्थितं यो मां भजत्येकत्वमास्थितः सर्वथा वर्तमानोऽपि स योगी मयि वर्तते सर्वथा वर्तमानोऽपि स योगी मयि वर्तते आत्मौपम्येन सर्वत्र समं पश्यति योऽर्जुन आत्मौपमेन सर्वत्र समं पश्यति योऽर्जुन सुखं वा यदि वा दुःखं स योगी परमो मतः सुखं वा यदि वा दुःखं स योगी परमो मतः। अर्जुन उवाच अर्जुन उवाच योऽयं योगस्त्वया प्रोक्तः साम्येन मधुसूदन योऽयं योगस्त्वया प्रोक्तः साम्येन मधुसूदन एतस्याहन्न पश्यामि चञ्चलत्वात् स्थितिं स्थिराम् एतस्यां न पश्यामि चञ्चलत्वात् स्थितिं स्थिराम् चञ्चलं हि मनः कृष्ण प्रमाथि बलवद्दृढम् चञ्चलं हि मनः कृष्ण प्रमाथि बलवद्दृढम् तस्याहन्निग्रहं मन्ये वायोरिव सुदुष्करम् तस्याहं निग्रहं मन्ये वायोरिव सुदुष्करम् श्रीभगवानुवाच श्रीभगवानुवाच अशंशयं महाबाहो मनो दुर्निग्रहञ्चलम् असंशयं महाबाहो मनो दुर्निग्रहं चलम् अभ्यासेन तु कौन्तेय वैराग्येण च गृह्यते अभ्यासेन तु कौन्तेय वैराग्येण च गुह्यते असंयतात्मना योगो दुष्प्राप इति मे मतिः असंयतात्मना योगो दुष्प्राप इति मे मतिः वश्यात्मना तु यतता शक्यो वाप्तुमुपायतः वश्यात्मना तु यतता शक्यो वाप्तुमुपायतः अर्जुन उवाच अर्जुन उवाच अयति श्रद्धयोपेतो योगाच्चलितमानसः अयतिः श्रद्धयोपेतो योगाच्चलितमानसः अप्राप्य योगसंसिद्धिं काङ्गतिं कृष्ण गच्छति अप्राप्य योगसंसिद्धिं कां गतिं कृष्ण गच्छति कच्चिन्नो भय विभ्रष्टश्चिन्ना भ्रमव नश्यति कश्चित् नोभय विभ्रष्ट छिन्ना भ्रम इव नश्यति अप्रतिष्ठो महाबाहो विमूढो ब्रह्मणः पति अप्रतिष्ठो महाबाहो विमूढो ब्रह्मणः पथि एतन्मे संशयं कृष्ण चेत्तुमर्हस्यसे शतः एतन्मे संशयं कृष्ण चेतुम् अर्हस्य शेषत त्वदन्यः संशयस्यास्य चेत्तानः ह्युपपद्यते त्वदन्यः संशयस्य चेत्ता नयुपपद्यते श्रीभगवानुवाच श्रीभगवानुवाच पार्थ नैवेह नामुत्र विनाशस्तस्य विद्यते पार्थ नैवेह नामुत्र विनाशस्तस्य विद्यते न हि कल्याणकृत् कश्चित् दुर्गतिं तात गच्छति न हि कल्याणकृत् कश्चित् दुर्गतिं तात गच्छति प्राप्य पुण्यकृतां लोकान् उषित्वा शाश्वती समाः प्राप्य पुण्यकृतां लोकान् उषित्वा शाश्वती समाः। शुचीनां श्रीमताङ्गेः योगभ्रष्टोऽभिजायते। शुचीनां श्रीमताङ्गेः योगभ्रष्टोऽभिजायते। अथवा योगिनामेव कुले भवति धीमताम्। अथवा योगिनामेव कुले भवति धीमताम्। एतद्धि दुर्लभतरं लोके जन्म यदीदृशम्। एतद्धि दुर्लभतरं लोके जन्म यदीदृशम्। तत्र तं बुद्धिसंयोगं लभते पौर्वदेहिकम्। तत्र तं बुद्धिसंयोगं लभते पौर्वदेहिकम्। यतते च ततो भूयः संसिद्धौ कुरु नन्दन। यतते च ततो भूय संसिद्धौ कुरु नन्दन। पूर्वाभ्यासेन तेनैव ह्रियते ह्यवशोऽपि सः। पूर्वाभ्यासेन तेनैव ह्रियते यवशोऽपि सः। जिज्ञासुरपि योगस्य शब्दब्रह्माति वर्तते। जिज्ञासुरपि योगस्य शब्दब्रह्माति वर्तते। प्रयत्नाद्यतमानस्तु योगी संशुद्ध किल्बिषः। प्रयत्नाद्यतमानस्तु योगी सशुद्ध किल्बिषः। अनेक जन्म संसिद्ध ततो याति पराङ्गतिम्। अनेक जन्म संसिद्ध ततो याति याति पराङ्गतिम्। तपस्विभ्योऽधिको योगी ज्ञानिभ्योऽपि मतोऽधिकः। तपस्वीभ्योऽधिको योगी ज्ञानिभ्योऽपि मतोऽधिकः। कर्मिभ्यश्चाधिको योगी तस्माद्योगी भवार्जुन। कर्मिभ्यश्चाधिको योगी तस्मात् योगी भवार्जुन। योगिनामपि सर्वेषां मद्गतेनान्तरात्मना। योगिनामपि सर्वेषां मद्गतेन अन्तत् आत्मना। श्रद्धावान् भजते यो मां समे युक्ततमो मतः। श्रद्धावान् भजते यो मां समे युक्ततमो मतः। ॐ तत्सदिति श्रीमद्भगवद्गीतासु उपनिषत्सु ब्रह्मविद्यायां योगशास्त्रे श्रीकृष्णार्जुनसंवादे आत्मसंयमयोगो नाम षष्ठोऽध्यायः। ॐ श्रीकृष्णार्पणमस्तु। हरये नमः, हरये नमः, हरये नमः। यदक्षरपदभ्रष्टं मात्राहीनं च यद्भवेत् तत्सर्वं क्षम्यतां देव नारायण नमोऽस्तु ते। कृष्णाय वासुदेवाय हरये परमात्मने प्रणतः क्लेशनाशाय गोविन्दाय नमो नमः।